अस्तु, गतसप्ताहे सर्वनामशब्दानां विषयः आसीत्। तत्र इदं शब्दः त्रिषु लिङ्गेषु, नाम तत्र पुल्लिङ्गे, नपुंसकलिङ्गे च गतसप्ताहे, अस्मिन् सप्ताहे स्त्रीलिङ्गे अपि आरप्स्यते। तर्हि कश्चन परिचयः अपि अपेक्षितः अस्ति, तदर्थं तत्र एकपञ्चाशत्तमे पुटे पश्यन्तु। अत्र पद्माभगिनी तत्र पठतु, तत्र पुल्लिङ्गे रूपाणि कानि, प्रथमविभक्तौ द्वितीयविभक्तौ च। श्रूयते वा महोदय? श्रूयते। एतानि रूपाणि पठत यत्र शेषं पुंलिङ्गवत् इति लिखितम् अस्ति तत्र पुल्लिङ्गरूपाणि दृष्ट्वा रिक्तस्थितस्थानानि पूरयत। इदं शब्दः पुल्लिङ्गरूपाणि प्रथमाविभक्ति अयम् इमौ इमे, द्वितीयविभक्ति इमम् इमौ इमान इमान्। अस्तु, इदानीं वाक्यरचनम् अपेक्षितमस्ति इदानीम्। इदानीं पद्माभगिनी अयं तत्र वाक्यं वदतु, एकं वाक्यम्। अनन्तरं लक्ष्मीभगिनी इमौ, अपि च सुब्रह्मण्य विजिन्यमहोदय तत्र इमे, अपि च सुब्रह्मण्यमहर्षिमहोदय इमं, नताशाभगिनी इमौ द्वितीयभक्तौ, अपि च सदेवमहोदय तत्र इमान्। सर्वे एकं वाक्यं विरच्य वदन्तु। पद्माभगिनी वदतु अयम्। अयं सुन्दरबालकः। अस्तु, बहु समीचीनमस्ति। अनन्तरं लक्ष्मीभगिनी इमौ ग्रन्थाः स्तः। इमौ ग्रन्थाः, इमौ ग्रन्थौ स्तः। अस्तु, इमौ ग्रन्थौ स्तः, अस्तु, समीचीनमस्ति। अग्रे कः सुब्रह्मण्यं वदतु इमे। वदतु महोदय। अस्तु, मेसचूसेट्स् सुब्रह्मण्यं तत्र द्वितीयविभक्तौ वदतु। इमं सुन्दरं बालकं पश्यतु। समीचीनमस्ति, समीचीनमस्ति। अग्रे नताशा भगिनी, अग्रे। इमौ विद्यालयं गच्छावः। अस्तु, किन्तु अत्र न, अत्र इमौ इति इत्यस्य वचनं किं? पुल्लिङ्ग रूपाणि वचनं द्विवचनं तु अत्र विशेषणविशेषभावः भवति। तर्हि विद्या किम् उक्तं विद्यालयमिति खलु? विद्यालयम् इत्यस्य वचनं किं? नपुंसकलिङ्गम्। अस्तु, वचनं एकवचनं। तर्हि इमौ इति द्विवचने, द्विवचने भवति। भवती किं कृतवती? गच्छावः तत्र इमौ गच्छावः तत्र तत्र विशेषणविशेषभावः नास्ति। विश्वविद्यालयः तत्र विशेषणविशेषभावः। अस्तु, पुनः चिन्तयतु। अस्तु, करोतु, चिन्तयतु। अस्तु, विजिन्यसुब्रह्मण्यं वदतु। सर्वेपि इमे दत्तः कार्यं कुर्वन्ति। सर्वे इमे दत्तः कार्यं कुर्वन्ति। इमे इत्यस्य इमे सर्वनामशब्दः विशेषणमस्ति। इदानीं भवतः वाक्ये कस्य विशेषणम् इमे? कस्य विशेषणमस्ति? अस्तु, चिन्तयतु. नताशा भगिनी वदतु. इमौ पुस्तके ददातु. पुस्तकशब्दस्य लिङ्गं किं? नपुंसकलिङ्गम्. अत्र इमौ इत्यस्य लिङ्गं किं? पुल्लिङ्गं. तर्हि चिन्तयतु, तत्र लिङ्गं समानं स्यात्, वचनं समानं स्यात्, अपि च विभक्तिः समाना स्यात्. सदेव महोदय वदतु वाक्यं. इमान् फलानि मधुरम्. इमान् किम्? ओ, इमान् द्वितीयविभक्ति बहुवचनम्. हा, द्वितीयशब्दः कः आसीत्? पुनः वाक्यं वदतु. आम्, इमान् फलानि मधुरम्. अस्तु अस्तु अस्तु. अत्र फलशब्दस्य लिङ्गं किम्? नपुंसकलिङ्ग. इमान् शब्दस्य लिङ्गं किम्? पुल्लिङ्ग. अत्र तथा नास्ति. अत्र वयं विशेषणविशेषभावम् अधीतवन्तः. सर्वे जानन्ति वा, तत्र मेसचूसेट्स् सुब्रह्मण्यम, तत्र तत्र श्लोकः अस्ति खलु, श्रावयतु एकवारं श्लोकः. यदनेन कृतं कर्म, न न यत्र यल्लिङ्गं यद्वचनं या च विभक्ति, यल्लिङ्गं या वचनं या विभक्तिः, यल्लिङ्गं यद्वचनं या विभक्तिः विशेष्यस्य तल्लिङ्गं विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः, सा च विभक्तिः विशेषणस्य अपि. लक्ष्मीभगिनी वदतु. यल्लिङ्गं यद्वचनं या विभक्तिः विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि. अपि तस्य श्लोकस्य अर्थः कः? विशेष्यस्य यल्लिङ्गं यद्वचनं या विभक्तिः अस्ति विशेषणस्यापि तदेव विभक्तिः वचनं लिङ्गमपि. एकम् उदाहरणं दत्त्वा परिशीलयतु कथमस्ति. वाक्यं वदतु एकं सरलवाक्यं, यद्वाक्यं भवती उक्तवती पूर्वं, यत्किमपि वाक्यं. सः सुन्दरः बालकः. हा, अस्तु, समीचीनमस्ति. इदानीं किञ्चित् प्रतिपादयतु, वदतु किं तस्य शिक्षा का. सः सुन्दरः बालकः इति वाक्ये सुन्दरः शब्दस्य लिङ्गं पुंलिङ्गं वचनम् एकवचनं विभक्तिप्रथमा विभक्ति. न किन्तु सुन्दर प्रथमतया भवति, किमर्थं सुन्दरशब्दस्य प्रसङ्गे वदति तत्र विशेष्यस्य प्रसङ्गे वदतु आरम्भे, तदाधारेण सर्वं भवति खलु. बालकः एतस्मिन् वाक्ये बालकः विशेष्यं, बालकः शब्दः एकवचनं प्रथमाविभक्ति पुंलिङ्गशब्दः. पुनः वाक्यं वदतु. सः सुन्दरः बालकः. सः सुन्दरः बालकः. इदानीं नताशा भगिनी. अस्तु महोदय. बालकः बालकः इति शब्दस्य वचनं किं, लिङ्गं किं, विभक्तिः का? बालकस्य एकवचनं पुल्लिङ्गं षष्ठीविभक्तिः. षष्ठीविभक्तिः बालकः. न, बालकस्य, ओ बालक, बालकः प्रथमा विभक्तिः. अस्तु, सर्वे अवगच्छन्ति वा? तत्र सहदेव महोदय, तत्र बालकः, तत्र वचनं लिङ्गं विभक्तिः, वदतु. बालकः एकवचनं पुल्लिङ्ग प्रथमविभक्ति. अस्तु लक्ष्मी भगिनी, इतः अग्रे अन्य कोऽपि अस्ति वा मध्ये? आगतवान् कोऽपि? ध्वनिः एकः ध्वनिः आसीत्. नूतनतया आगतः वा कोऽपि? अस्तु अग्रे. अस्तु पुष्पा भगिनी, अस्तु अस्तु. तर्हि अग्रे लक्ष्मी भगिनी वदतु. बालकशब्दः विशेष्यं तस्य विभक्तिः लिङ्गं रूपं वयम् उक्तवन्तः. सुन्दरशब्दः अपि एकवचनं प्रथमाविभक्ति पुंलिङ्गरूपम् एव. बालकः सुन्दरः. अपि च पूर्णतया वाक्यं वदतु. सः बालकः सुन्दरः. एतस्मिन् वाक्ये महोदय, सः अपि विशेषणमस्ति वा? सः सर्वनामरूपं. विशेषणमेव. सर्वनामरूपं तु अस्ति, किन्तु विशेषणमपि अस्ति खलु? तत्र विशेषण नाम सा बालकः इति वक्तुं शक्नुमः वा? न. किमर्थं? सा स्त्रीलिङ्गरूपं, स्त्रीलिङ्गप्रथमाविभक्ति एकवचनरूपं. यतोहि बालकः विशेष्यमस्ति, सा विशेषणमस्ति, अतः विशेषणविशेषभावः अपेक्षितः अस्ति. सर्वनामशब्दः तत्रापि विशेषणविशेषभावः भवति इति अस्ति. अस्तु, तर्हि सः बालकः सुन्दरः, तत्र बालकः पुल्लिङ्गे एकवचने प्रथमविभक्तौ, अतः सः अपि सुन्दरः अपि तथा. अस्तु, इदानीं विजिन्यं सुब्रह्मण्यं महोदय, तत्र स्वस्य वाक्यं वदतु एकवारम्. इमे दुष्कर्मणः फलं पश्यन्ति. अस्तु, इदानीं इमे तत्र कस्यचित् विशेषणमस्ति वा? तत्र विशेष्यमपि स्थापयतु, तत्र तस्मिन् वाक्ये विशेष्यं नास्ति एव. पुनः वदतु वाक्यं समीचीनं, पुनः वदतु. इमे दुष्कर्मः फलं पश्यन्ति. इमे किं द्वितीयशब्दः? दुष्कर्मणः. ओ दुष्कर्मणः, अस्तु अस्तु अस्तु, दुष्कर्मणः, अस्तु अस्तु, फलं पश्यन्ति. अस्तु, तर्हि अत्र विशेषणविशेषभावः कुत्र अस्ति? शब्दः कठिनशब्दः अस्ति, सरलशब्दं वदतु, सर्वे अवगन्तुं शक्नुवन्ति. इमे इमे विशेष्यः. विशेष्यः वा? दुष्कर्मणः विशेषं फलम् अनुभवन्ति इति विशेषः. मेसचुसेट्स् सुब्रह्मण्यं महोदय, तत्र भवान् वदतु किं तस्मिन् वाक्ये किं वदतु वदति. इमे दुष्कर्मणः फलं प्राप्नोति, तस्मिन् वाक्ये दुष्कर्मणः विशेष्यमस्ति, इमे विशेषणमस्ति. दुष्कर्मणः इति बहुव्रीहिसमासः किञ्चित् कठिनमस्ति, किन्तु तथा अस्ति. यस्य विषय यस्य वर्णनं सर्वे शृण्वन्तु एकवारं, यस्य वर्णनं भवति तस्य नाम विशेष्यं, यः शब्दः वर्णयति तस्य नाम विशेषणं, विपरीतक्रमेण न वक्तव्यमस्ति. इदानीं विर्जिन्य महोदय वदतु एकवारं किमस्ति स्थितिः, तत् वाक्यं वदतु एकवारम्. इमे दुष्कर्मः दुष्कर्मणः फलं प्राप्नोति. इमे विशेषणं न्यूनातिन्यूनं वाक्यं समीचीनं भवेत्. प्राप्नोति, इमे प्राप्नोति, प्राप्नुवन्ति. अस्तु पुनः ओके, इदानीं विशेष्यं किं? दुष्कर्मणः विशेषणम् इमे विशेषणम्. अस्तु इति समीचीनमस्ति. दुष्कर्मणः इति तत्र वचनं लिङ्गं विभक्तिः का? वदतु महोदय. दुष्कर्मणः पुंलिङ्गं बहुवचनं विभक्तिः महोदय, कर्मणः षष्टिरूपमेव नपुंसकलिङ्गशब्दः कर्मन् कर्मशब्दः न किन्तु अत्र बहुव्रीहिसमासः अस्ति. अत्र बहुव्रीहिसमासः पुल्लिङ्गशब्दः अस्ति, नपुंसकलिङ्गशब्दः नास्ति. कर्मकर्मणि कर्माणि इति नास्ति. कर्मकर्मणौ कर्मणः पुल्लिङ्गशब्दः. यस्य कर्म समीचीनं नास्ति सः दुष्कर्म. अवगच्छति वा महोदय? बहुव्रीहि अग्रे गत्वा वयं द्रक्ष्यामः. भूलिङ्ग यत्र बहुव्रीहिसमासः अस्ति तत्र लिङ्गपरिवर्तनं भवति. यस्य विशेषणं सः वस्तुतः सः दुष्कर्म इति विशेषणमस्ति पुरुषशब्दस्य अथवा जनशब्दस्य. अस्तु तर्हि अग्रे नताशा भगिनी पुनः वदतु वाक्यम्. अस्तु महोदय. इमौ गुरु आगच्छवः. गुरु गुरु शब्द विशेषः इमौ विशेषणः विशेषणं विशेषणम् अस्तु. अस्तु पुनः वाक्यं वदतु. इमौ गुरु आगच्छवः. आगच्छावः गच्छावः आगच्छावः. अस्तु इदानीं किन्तु भवत्याः वाक्यं तत्र इमौ इति द्वितीयविभक्तौ न तु प्रथमविभक्तौ. वाक्यं समीचीनमस्ति. अस्तु स्वीकुर्मः वाक्यं समीचीनमेव. वाक्यं समीचीनमस्ति प्रथमाविभक्तौ अस्ति किन्तु गुरु द्वितीय विभक्ति महोदय. न किन्तु वाक्यं पश्यतु. गुरु द्विवचन प्रथमाविभक्ति क्षम्यताम्. वाक्यम् आगच्छावः अस्ति किं किम् आगच्छावः इति अहं किं तत्र आवाम् भवती अहमपि भागः जाङ्ग तत्र आगच्छति इति वाक्यम् आगच्छति एकवचने द्विवचने किम् अस्ति आगच्छामः न तत्र अन्य कोऽपि सहायं करोतु दक्षिण भगिनी सहायं करोतु. इमौ गुरु आगच्छावः किमर्थं महोदय? न, वाक्यं तत् रूपं समीचीनं नास्ति. गुरु नाम इमं गुरु पश्यामि. न न, आगत् गम् धातोः प्रयोगं करोतु. तत्र इमौ गुरु महोदय, इमौ गुरु द्वितीयविभक्ति द्विवचनरूपाणि. विभक्तिः यावत्पर्यन्तं क्रियापदं नास्ति तावत्पर्यन्तं वयं न जानीमः विभक्तिः का. क्रियापदं द्रष्टव्यमस्ति. इदानीं भगिनी उक्तवती आगच्छावः. आगच्छावः इति उत्तमपुरुषस्य रूपमस्ति, न तु प्रथमपुरुषस्य. समीकरोतु. इमौ गुरु आगच्छतः. तासा भगिनी वदतु. अस्तु महोदय, प्रथमपुरुष द्विवचनः आगच्छतः. अस्तु, इमौ गुरु आगच्छतः. आगच्छत् गच्छति गच्छतः. आगच्छति आगच्छतः. आगच्छतः. अस्तु अस्तु, भवत्याः इदानीम् इमौ अस्ति द्वितीयविभक्तौ. अत्र भवती मेसचूसेट्स् सुब्रह्मण्यं महोदय, तत् भवान् एव वदतु एकम् उदाहरणम्. इमौ द्वितीयविभक्तौ. वयम् इमौ गुरु पश्यामः. इदानीं समीचीनमस्ति महोदय. इदानीं द्वितीयविभक्तौ अस्ति. सहदेव महोदय, भवान् भवतः वाक्यं वदतु. इमान् फलानि. फलानि कथम्? इमान् इति अस्य लिङ्गं किम्? ओ ओ अस्तु, पुल्लिङ्ग पुल्लिङ्ग. आम् अस्तु, सहायं लक्ष्मीभगिनी एकं वाक्यं तथा वदतु. इमान् इमान् ग्रन्थाः पठामि. ग्रन्थाः इमान् ग्रन्थान् पठामि. अस्तु, समीचीनमस्ति. इदानीं ग्रन्थशब्दः पुल्लिङ्गशब्दः. द्वितीयविभक्तौ बहुवचने ग्रन्थान्. इमान् ग्रन्थान् पठामि. महोदय अवगच्छति वा? हा, अवगच्छामि महोदय. भवान् इदानीं पुनः समीकरोतु, अन्यत् वाक्यं वदतु. इमान् चिन्तयतु, चिन्तयतु. पुल्लिङ्गे विशेषमपि पुल्लिङ्गशब्दः भवेत्. अस्तु, अग्रे सरेम. इदानीं नपुंसकलिङ्गे इदम् इमे इमानि, इदम् इमे इमानि. हा, पुष्पा भगिनी वदति वा अथवा न वदति? पद्मा भगिनी एकवचने प्रथमविभक्तौ, अनन्तरं विजिन्यसुब्रह्मण्यमहोदय तत्र द्वितीयविभक्ति प्रथमविभक्ति द्विवचने, अनन्तरं नताशा भगिनी बहुवचने, अनन्तरं मेसचूसेट्स् न, तत्र के के अवशिष्टाः? लक्ष्मी कस्य अस्ति एकवचने वदतु, कस्य अस्ति? पद्मा भगिनी खलु? इदं फलं खादामि. तत्र इदम् इति शिका विभक्तिः? इदं प्रथमाविभक्ति. एवं लक्ष्मी किं, लक्ष्मी भगिनी किं वदति? अस्तु, प्रथमविभक्तौ वदतु. इदं फलं मधुरम् अस्ति. अस्तु, इदानीं समीचीनमस्ति. द्विवचने कस्य अस्ति? विजयसुब्रह्मण्य भवतः अस्ति खलु? न, भवतः. वदतु. इमे फलौ मधुरं भवतः इच्छा प्रशंसनीया अस्ति, किन्तु समीकरोतु वाक्यं, पुनः चिन्तयतु, तदेव वाक्यं समीकृत्वा वदति, समीकृत्य वदति. हा अस्तु, अग्रे कस्य बहुवचनमस्ति? लक्ष्मी भगिनी अथवा कस्य बहुवचनं कस्य आसीत्? इमे पुष्पाणि सुगन्धानि सन्ति. पुनः वदतु. इमानि पुष्पाणि सुगन्धानि सन्ति. समीचीनमस्ति. अस्तु, अग्रे इतः अग्रे नताशा भगिनी, तत्र द्वितीयविभक्ति एकवचने, अनन्तरं द्विवचने तत्र मेसचूसेट्स् सुब्रह्मण्यं, तत्र बहुवचने बहुवचने लक्ष्मी भगिनी पुनः वदतु. पुष्प भगिनी अस्ति चेत् अस्तु. इदानीं नताशा भगिनी. अस्तु महोदय, इमे एकवचने अस्ति खलु, किं द्विवचन एकवचने एकवचनं कस्य आसीत्? इदं न भवती एकवचने वदतु, द्वितीयविभक्तौ एकवचने. ओ, द्वितीयविभक्तौ एकवचनम्. अस्तु, आम्, इदं दधि खादामि. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. इदानीं द्विवचने महोदय. आं महोदय, अहम् इमे पुस्तके तुभ्यं ददामि. बहु सम्यक् अस्ति, पुनः वाक्यं वदतु सर्वेषां कृते. अहम् इमे पुस्तके तुभ्यं ददामि. तुभ्यम् इत्यस्य का विभक्तिः तत्र? विजिन्य सुब्रह्मण्य महोदय, तत्र भवान् वदतु, तुभ्यम् इत्यस्य का विभक्तिः? वाक्यस्य श्रवणेन ज्ञायते, यद्यपि रूपं न जानीयात्. वाक्यस्य अर्थं ज्ञात्वा तस्य विभक्तिः अपि ज्ञायते. चतुर्थी. समीचीनमस्ति, किमर्थं चतुर्थी? पुस्तकं ददाति तुभ्यं. यत्र दानक्रिया अस्ति, यत्र दानक्रिया अस्ति, यस्मै दद्मः तस्य चतुर्थीविभक्तिः भवति. सम्यक्. अस्तु, इदानीं विजिन्य सुब्रह्मण्यं महोदय, तत्र समीकृतवान् वा वाक्यं? न महोदय, मे मधुरौ फलौ. तत्र लिङ्गं किम् इदानीम् अस्य वाक्यस्य उदाहरणं किं, लिङ्गं किं? नपुंसकलिङ्गं. नपुंसकलिङ्गं तौ फलमिति, तत्र फलमिति तत्र श्रावयतु, एकवचने, द्विवचने, बहुवचने, प्रथमविभक्तिः, द्वितीयविभक्तिः, कथमस्ति? फलं, फलौ, फलान्. एवं वा? वनं वदतु, वनं. वनं, वने, वनानि. फलं, फले, वला, इमे फले. इमे फले मध्ये. वदतु, तदेव अस्ति, वदतु. इमं फले मधुरे. इमे इमे इमे फले मधुरे. क्रियापदमासीत्, भवान् उक्तवान् पूर्वम्. पुनः वदतु वाक्यम्. इमे फले मधुरे स्तः. अस्तु, वाक्यं समीचीनमस्ति. इदानीम् अस्माकम् अभ्यासस्य अभावः दृश्यते. तत् एतत् सर्वं वयम् अधीतवन्तः बहु पूर्वमस्ति. इमे फले मधुरे स्तः. सः प्रथमविभक्तिरूपं महोदय. सः मधुर प्रथमविभक्तिरूपं. नपुंसकलिङ्गे तत्र भेदः नास्ति इति जानाति खलु, प्रथमभक्तौ द्वितीयभक्तौ च नपुंसकलिङ्गे. ओ हा हा, स्तः स्तः इति द्वितीयविभक्तौ इति द्वितीयविभक्तिः आसीत्. हा नाम रूपाणि समीचीनानि, किन्तु किञ्चित् परिवर्तयतु महोदय. द्वितीयविभक्तिः अस्ति. वाक्यं परिवर्तनं किञ्चित् परिवर्तयतु. तत्र रूपाणि समीचीनानि सन्ति, किन्तु द्वितीयविभक्तिः अस्ति इति चिन्तयतु. अग्रे लक्ष्मीभगिनी, तत्र बहुवचने वदतु. इमानि पुष्पाणि दैवाय समर्पयामि. वाक्यं समीचीनमस्ति, पुनः वदतु. इमानि पुष्पाणि दैवाय समर्पयामि. अस्तु अस्तु महोदय, कृतवान् वा? द्वितीयविभक्तौ अस्ति, द्वितीयविभक्तौ. तदेव नाम इमे फले मधुरे, इमे मधुरे फले, इमे मधुरे फले इति करोतु, तत्र वाक्यं किं स्यात्? अस्तु मेसचुसेट्स्. हा वदति वा? न न न वदति, वदतु, किमपि नास्ति. तत्र अभ्यासपुस्तके वयम् एतत् सर्वं कृतवन्तः. नूतनं किमपि अत्र इमे इति नूतनं वाक्यं नूतनं नास्ति. फले इदानीं इमे मधुरे इति त्यजतु. फले इति द्वितीयविभक्तौ तत्र वाक्यं रचयतु. फले फले महोदय, अहं पश्यामि. किमपि नास्ति, अभ्यासपुस्तकस्य वार्ता अस्ति. अस्तु विजयसुब्रह्मण्य महोदय, तादृशं किञ्चित् साहाय्यं करोतु. अहं महोदय, अत्र भवान् इमे फले मह्यं ददातु. अस्तु ददातु इति मास्तु, ददातु बहुवारम् आगतं. सम्यक्, अन्यत् किमपि करोमि. भवान् इमे फले स्वीकरोतु. समीचीनमस्ति, स्वीकरोतु, खादतु, क्रीणातु, यत्किमपि. हा महोदय, अवगच्छति वा? हा तर्हि हा विजयसुब्रह्मण्यं, तत्र भवान् वदतु, तदेव वाक्यं. भवान् इमे फले स्वीकरोतु. हा इदानीं मधुरशब्द अपि अन्तर्भूतं करोतु. भवान् इमे मधुरे फले स्वीकरोतु. अस्तु अस्तु, समीचीनमस्ति. एतादृश अभ्यासः सर्वमहत्त्वपूर्णः अभ्यासः. एतत् सर्वं नाम कथाः, एतत् सर्वम् अस्ति, किन्तु यदि सरलरीत्या तत्र वाक्यानि वक्तुं न शक्नुमः तर्हि को लाभः? अग्रे गत्वा किमपि न भविष्यति. अस्तु समीचीनमस्ति. इदानीम् अग्रे त्रिपञ्चाशत्तमे पुटे कस्य अभ्यासः अस्ति, तत् पश्यामः एकवारं. सर्वे कृतवन्तः. पुष्पभगिनी अस्ति वा? पठतु कृपया. एतोदाहरणम् एतत् शब्दस्य तत् शब्दस्य उचितरूपैः सिक्तस्थानानि पूरयत. एतद् भवनं सुन्दरम् अस्ति. एता भगवद्गीता पुस्तका सुन्दरी अस्ति. एता भवति वा? एषा अत्र अभ्यासपुस्तकस्य वार्ता अस्ति. एतादृशशब्दः अस्ति वा एतः? न, एषा. अस्तु, पुनः वा किं वदतु? एषा भगवद्गीता पुस्तिका सुन्दरी अस्ति. पुस्तिका. अस्तु, समीचीनं. नताशा भगिनी अग्रे. अग्रिमवाक्यं भगिनी अस्ति वा? नताशा भगिनी. अस्तु, पद्मा भगिनी वदतु. यस्य ग्रन्थस्य कर्ता वेदव्यासः. पुनः वदतु. यस्य ग्रन्थस्य कर्ता वेदव्यासः. यस्य इत्युक्ते एकनिमेषः, पद्मा भगिनी वदति खलु. यस्य अस्ति वा? कस्य शब्दस्य षष्टि? अत्र एतत् अथवा तत् इति उक्तमस्ति अत् उपरि. एतत् ग्रन्थ पुल्लिङ्गशब्द षष्टिविभक्तिः अस्ति. ग्रन्थस्य हा, तर्हि सर्वनामशब्द तत्र शब्दः तत्र अपि तथा करोतु. एतस्य ग्रन्थस्य कर्ता वेदव्यासः. एतस्य इदानीं समीचीनमस्ति. यस्य न, एतस्य ग्रन्थस्य. अस्तु, लक्ष्मी भगिनी अग्रे. गीतायाः अध्ययनेन शान्तिः लभ्यते. एतस्याः गीतायाः अध्ययनेन शान्तिः लभ्यते. अस्तु, शैली समीचीना अस्ति, तथैव कुर्मः. वर्जिनिया सुब्रह्मण्यं महोदय तत्र अग्रे. योगम् अहं विवस्वते प्रोक्तवान्. एतत् योगम् अहं विवस्वते प्रोक्तवान्. हा, अस्तु, समीचीनमस्ति. न, पुनः वदतु, सर्वनामशब्दः कः आसीत्? एतत् योगम् अहं विवस्वते प्रोक्तवान्. योगशब्दस्य लिङ्गं किम्? योगः पुंलिङ्गम्. तर्हि एतत् इति अस्य लिङ्गं किम्? एतत् भवान् उक्तवान् द्विवारम्. एतत् एषः योगं न, तत् शब्द एतत् एतत् शब्दः एतत् इति शब्दः पुल्लिङ्गे द्वितीयविभक्तौ एकवचने किं स्यात्? एतं योगम् अहं विवस्वते प्रोक्तवान्. विवस्वते. अस्तु, समीचीनमस्ति. अग्रे महोदय, अत्र उक्तवान् प्रोक्तवान् भेदः कः? प्रोक्तवान् इति यथा प्रवचन वचनम् अपि च प्रवचनं, तत्र भेदः कः? विशिष्टरूपेण वचनं प्रवचनं कामेण्ट्रि तथैव भवति अत्र. उक्तवान् प्रोक्तवान् विशिष्टरूपेण उक्तवान्. विवस्वते चतुर्थी एकवचनं, रैट्? हा, सत्यम्. अस्तु, प्रोक्तवान्. हा, समीचीनमस्ति. अग्रे, मेसचूसेट्स् सुब्रह्मण्यं तत्र अग्रे. महोदय, लोके विविधा निष्ठा भवति. एतस्मिन् लोके द्विविधा निष्ठा भवति. समीचीनमस्ति. अग्रे निष्ठा इत्युक्ते निष्ठा इति निष्ठा इति अत्र अत्र निष्ठा इत्युक्ते भक्तिः. भक्तिः इति अनेके अर्थाः सन्ति. सामान्यतया निष्ठा इत्युक्ते युक्तः, निष्ठः युक्तः संयुक्तः. त्रिविधा निष्ठा भवति. Mahoday, I was disconnected, so I'm back. Just wanted to let you know. Kasti. Natasha. Astu. Agrima vakyam karotu. Kim vibhakti, Mahoday? Tatra shashtam vakyam. Janati kutra asti, shashtam vakyam. Shashti vibhakti bahuvachana. Tatra yogeshu jananam. Oh, सप्तमी विभक्तिः अस्तु. एषु एषु फलेषु एषु फलेषु ददावः. सो अक्रियापदानि न न अत्र अत्र कश्चन अभ्यासः प्रवर्तमानः अस्ति. तत्र त्रिपञ्चाशत्तमे पुटे अभ्यासः अस्ति, पश्यति वा? त्रिपञ्चाशत् त्रिपञ्चाशत्तमे पुटे तत्र व्यासः. कः वाक्यं महोदय? षष्ठं वाक्यं. षष्ठं वाक्यम्. अयोगेषु जनानां श्रद्धा अस्ति. यदोदाहरणम् एतत् शब्दस्य तद् शब्दस्य वा चतुर्रूपे रिक्तस्थानानि पूरयत्. अस्तु, भवती अग्रिमं करोतु. अग्रिमं करोतु. अत्र अत्र विजिन्यसुब्रह्मण्यम् अत्र, भवान् एतत् करोतु. योगेषु जनानां श्रद्धा अस्ति. एतेषु योगेषु जनानां श्रद्धा अस्ति. अस्तु, समीचीनमस्ति. भगिनी नतासा भगिनी अग्रे. महद् ब्रह्माणि अहं गर्भं दधामि. ब्रह्मणि महत् ब्रह्मणि अहं गर्भं दधामि. तेषु महत् ब्रह्मणि अहं गर्भं दधामि. महत् ब्रह्मणि इत्यस्य तत्र वचनं किम्? महत् ब्रह्मणि वचनम् एकवचनम्. एकवचनं, तर्हि सर्वनामशब्दः अपि एकवचने. एतस्मिन् तस्मिन् महत् ब्रह्मणि अहं गर्भं दधामि. बहु समीचीनमस्ति. अस्तु, अग्रे. महोदय, ददामि दधामि शब्दः भेदः? आं महोदय. नितरां भिन्न द्वौ शब्दौ नितरां भिन्नौ. ददाति दधाति. दधाति इत्युक्ते? दधाति अत्र धरति इति अर्थः, धरति. धन्यवादः. धा धातुः तत्र अनेके अर्थाः सन्ति. अत्र धरति इति अर्थः. अस्तु, अग्रे. मेसचुसेट्स् सुब्रह्मण्यम् तत्र अग्रे. अर्जुन दुर्योधनाभ्यां भीष्मः उपदेशं कृतवान्. भीष्मः उपदेशं कृतवान् अर्जुनदुर्योधनाभ्याम्. अत्र दुर्योधनाभ्यां द्विवचनमस्ति. द्विवचनं चतुर्थी विभक्ति. एताभ्याम् अर्जुनदुर्योधनाभ्यां भीष्मः उपदेशं कृतवान्. तथैव अस्ति. अस्तु अग्रे सहदेव महोदय करोति वा अग्रे? ओ महोदय, अहम् इच्छामि श्रोतुं यतः गृहपाठः न कृतवान्। किन्तु किञ्चित् वदतु, पठतु एकवारं, वाक्यं पठतु। ओके, देहे अहं देवान् पश्यामि। देहे एकवचनं विभक्तिः सप्तमी विभक्ति। हा, लिङ्गं पुल्लिङ्गशब्दः देहः। हा, सो तस्मिन् तस्मिन् देहे अहं देवान् पश्यामि। बहु सम्यक् अस्ति। पद्मा भगिनी अग्रे। भगिनी अस्ति वा? आम् महोदय। एतान् उपदेशान् अहम् उक्तवान्। प्रथमतया वाक्यं रिक्तस्थानं यत्र अस्ति तत्र स्थानं रिक्तं स्यात्, अनन्तरमेव वदतु, येन ये शृण्वन्ति तेषामपि लाभः स्यात्। नाम उपदेशान् अहम् उक्तवान्। उपदेशान् अहम् उक्तवान्। उपदेशान् द्वितीयविभक्ति बहुवचने अस्ति। पूरितवाक्य एतान् उपदेशान् अहम् आलोचितवान्। किन्तु लिङ्गमपि वक्तव्यमस्ति। लिङ्गं लिङ्गं पुंलिङ्गं नपुंसकलिङ्गं न भवती, भवत्याः जयः भवति स्म। इदानीं नपुंसकलिङ्गं कथम् उपदेशम् उपदेशान् उपदेशान् इति रूपं दृष्ट्वा यदि यद्यपि वयं न जानीयाम यत् उपदेशान् इति अस्य लिङ्गं किं नाम उपदेशशब्दस्य, किन्तु उपदेशान् दृष्ट्वा यदि द्वितीयविभक्ति बहुवचने पुल्लिङ्गे अस्ति। हा, यदि यदि नपुंसकलिङ्गशब्दः भविष्यत् अस्तु, समीचीनमस्ति। अग्रे इदानीं पुष्पा भगिनी अग्रे। भगिनी अस्ति वा? अस्मि महोदय। अस्मि। पाण्डवेषु कृष्णः स्निह्यति। एतेषु पाण्डवेषु कृष्णः स्निह्यति। समीचीनमस्ति। वाक्यस्य अर्थः कः? सप्तमीभक्ति स्निह्यति स्निह्यति अपि ज्ञातुं शक्नुमः अत्र मेसचुसेट्स् सुब्रह्मण्यं तत्र अर्थः कः अत्र? तत्र कृष्णः पाण्डवानां स्नेहं करोति इति अस्मिकस्य अर्थः महोदय। अत्र स्निह्यति यद्यपि यत्रापि स्निह्यति आयाति तत्र सप्तमी विभक्ति यस्मिन् स्नेहभावः भवति तत् कृते तस्मिन् कृते सप्तमी विभक्ति उपयोगं करणीयम्। अतः तस्मिन् मम स्नेहः स्नेहः प्रेम आदरः तस्मिन्। अस्तु, समीचीनमस्ति। अग्रेसरेम तर्हि नताशा भगिनी अग्रे। भगिनी अस्ति वा? या अस्तु महोदय। अध्यायं पठ। अध्यायः द्वितीयविभक्ति प्रथम अथवा द्वितीयविभक्ति अस्ति किन्तु अत्र पठ इति अस्ति अस्तु अध्यायः पठ पठ महोदय न जानामि पठ प्रथम पुरुष पठति लक्ष्मीभगिनी वदति पठ शब्दस्य परिचयः पठ लोट् लकार मध्यमपुरुषः मध्यमपुरुषः अस्तु त्वं त्वं त्वं पठ अस्तु त्वम् अध्यायं पठ हा किन्तु अत्र त्वमिति नास्ति एतद् एतद् अध्यायं पठ अध्यायम् अध्यायम् इति अस्य लिङ्गं किम् नपुंसकलिङ्गम् अध्यायः ओ पुल्लिङ्गः अस्तु सो अयम् अस्तु अयं वक्तुं शक्नोति किन्तु अयम् इति अस्य द्वितीय अयं द्वितीय नास्ति इमम् इमम् अध्यायं पठ इमम् अध्यायं पठ समीचीनमस्ति अपि च यदि एतत् अस्ति एतत् इत्यस्य पुल्लिङ्गे द्विवचने द्वितीयविभक्तौ एकवचने किं महोदय एतत् तत् भवती इदं शब्दस्य रूपं उक्तवती इदं शब्दस्य इदानीम् एतत् पुल्लिङ्ग लक्ष्मीभगिनी वदति एतम् अथवा एनम् अध्यायं पठ एतं सम्यक् अस्ति अस्तु अग्रे सदेव महोदय अग्रे देवस्य तत् ज्ञातवान् न तस्मात् पूर्वम् अध्याये ओ ओ क्षम्यताम् अध्याये योग्यः योग्यः विचारः अस्ति अध्याये एकवचनं सप्तमी विभक्ति पुल्लिङ्गशब्दः बहु सम्यक् तस्मिन् अध्याये योग्यः विचारः अस्ति तस्मिन् इति उक्तवान् बहु सम्यक् अस्तु बहु समीचीनमस्ति तर्हि अग्रे सरेम पद्माभगिनी अग्रे वदतु दिवसे तत् ज्ञातवान् कस्मिन् दिवसे तत् ज्ञातवान् एतस्मिन् दिवसे तत् ज्ञातवान् सम्यक् सम्यक् अस्तु विजयन्या सुब्रह्मण्यं महोदय अग्रे महोदय दिवसे सप्तमी एकवचनरूपम् अथवा चतुर्थी एकवचनरूपम् दिवस् सकारान्तशब्दं चतुर्थी एकवचनं वा अत्र दिवसे अत्र सकारान्तशब्दस्तु अस्ति किन्तु अत्र दिवसे शब्दः चतुर्थी एकवचनम् अत्र मम चिन्तनमस्ति यत् अजान्तशब्दः अपि भवति अजन्तशब्दः अपि भवति दिवसः दिवस इति स्यात्, नो चेत् दोषः अस्ति. किन्तु अत्र द्रष्टव्यमस्ति, कोऽपि पश्यतु शब्दकोशे, कोऽपि पश्यतु अत्र अजन् अत्र अकारान्तशब्दः अपि स्यात् यथा देवः देवे, तादृशरूपमपि स्यात्. आं महोदय, दिवसः इत्युक्ते दिनं खलु महोदय? दिनं तु अस्ति किन्तु सकारान्त अत्र अकारान्तशब्दः भवति खलु यथा देव. धन्यवादः महोदय, धन्यवादः. अस्तु अग्रे विजिन्यसुब्रह्मण्यमहोदय. ज्ञात्वा कार्यं कुरु. ज्ञात्वा कार्यं कुरु. ज्ञानं ज्ञात्वा विभक्ति ज्ञात्वा ज्ञात्वा तर्हि अत्र किमपि नास्ति. एकवचनं विभक्ति किञ्चित् अनुमानम् अत्र अत्र विशेष अत्र विशेषणविशेषभावः नास्ति. विशेषणविशेषभावः नास्ति अत्र. त्वा प्रत्ययः अस्ति. गत्वा, ज्ञात्वा, चिन्तयित्वा, यत्र यत्र त्वा प्रत्ययः अस्ति तस्मात् पूर्वं यः शब्दः अस्ति तस्य का विभक्तिः भवति? द्वितीया. हा, समीचीनमस्ति. एतत् ज्ञात्वा कार्यं कुरु. हा, अपि च यत्र लिङ्गं न ज्ञायते तत्र नपुंसकलिङ्गे भवतु. एतत् ज्ञात्वा कार्यं कुरु. समीचीनमस्ति. महोदय, किं विभक्ति किं विभक्ति अस्ति? द्वितीया. न, ज्ञात्वा इत्यस्य विभक्तिः नास्ति. कार्यं अकार्यम् अस्तु. न न न न, कार्यम् अस्तु, तदपि भवतु अर्हति. ज्ञात्वा तत् कार्य यदि एवं कुर्मः तर्हि ज्ञात्वा तत् कार्यं कुर्वति इति स्यात्, तत्र विशेषणविशेषभावः भवति. तर्हि आशयः तथा स्यात्, ज्ञात्वा तत् कार्यं कुरु यदि तेषाम् आशयः स्यात्. महोदय, कोष्टके दिवस पुंलिङ्गम् अपि च नपुंसकलिङ्गं भवितुमर्हति. नाम द्वयोः द्वयोः लिङ्ग लिङ्गौ अस्ति महोदय. द्वयोः द्वे लिङ्गे अपि अस्ति दिवस अकारान्त अकारान्त अपि च नपुंसकलिङ्ग अपि कोष्टके नपुंसकलिङ्ग अपि सङ्केतम् अस्ति. अस्ति, सङ्केतः अस्ति, समीचीनमस्ति. तत्र उभयत्र चतुर्थी विभक्तौ तत्र समानं रूपं. परन्तु कालवर्णनं प्रयोगत्वे सप्तमी विभक्ति आगच्छति. किं, कुत्र? भवान् उक्तवान् कुत्र? दिवसे. दिवसे इति सप्तमी. तस्य पदस्य दिनं दीयते महोदय. अजन्त किं शब्दस्य अर्थं तु दिनम्. अवश्यम् अवश्यं महोदय. एतत् एषः एषा ज्ञात्वा कार्यं कुरु इति किम् उपयोगं करोमि? एतत् एषः एषा भवती वदतु. यत्र ज्ञात्वा अस्ति तत्र द्वितीया विभक्तिः भवति खलु? ज्ञात्वा एतमिति भवितुमर्हति. अत्र दिवसे दिवस् शब्द दिवसशब्दस्य दिनमिति अर्थः, अपि च दिवसशब्दः नपुंसकलिङ्गशब्दः भवतु अथवा पुल्लिङ्गशब्दः भवतु, तत्र द्वितीयविभक्ति अनन्तरं रूपाणि समानानि खलु? अस्तु, ब्रह्म तु अस्ति महोदय, दिवस् सकारान्त पुल्लिङ्गशब्दम् अपि भवितुम् अर्हति खलु? सकारान्तशब्दः अपि भव अत्र तथा नास्ति, अत्र तु तथा नास्ति, तत् दिवस् सकारान्त तु सूर्यं सूर्यः खलु महोदय दिवस् इति लिखितमस्ति वा? न, मम कोष्ठके नास्ति सकारान्त हलन्तशब्दं तु नास्ति, दिवस इव अस्ति मम कोष्ठके, दिवस् अस्तु अनन्तरं परन्तु अत्र दिवसनाथ दीयते महोदय, दिवसनाथ, परन्तु अहं चिन्तयामि दिवस् सकारान्त प्रायः हलन्तशब्द अर्थं सूर्यः इति अहं चिन्तयामि. वक्ष्यामि इदानीम् अग्रे, भवान् एव पठतु अग्रे. अधः काचित् कथा दत्ता अस्ति, तत्र मध्ये मध्ये कानिचित् स्थानानि रिक्तानि सन्ति, तद् शब्दस्य उचितैः पुल्लिङ्गरूपैः तानि स्थानानि पूरयत. सः कश्चन सन्न्यासी प्रतिदिनं समुद्रतीरे उपविश्य ध्यानकरणं सन्न्यासिनः अभ्यासः, प्रतिदिनं समुद्रतीरे उपविश्य ध्यानकरणं तस्य सन्न्यासिनः अभ्यासः. अस्तु अग्रे. समये सागरपक्षिणः तत्र आगत्य ध्यानमग्नं परितः डयन्ते स्म. तस्मिन् समये सागरपक्षिणः तत्र आगत्य ध्यानमग्नं सन्न्यासिनं परितः डयन्ते स्म. केचन पक्षिणः सन्न्यासिनः स्कन्धयोः उपविश्य अपि क्रीडन्ति स्म. केचन पक्षिणः सह सन्न्यासिनः स्कन्धयोः उपविश्यापि क्रीडन्ति स्म. अत्र सहति नास्ति, केचन पक्षिणः सन्न्यासिनः तस्य सन्न्यासिनः स्कन्धयोः महोदय षष्टिविभक्ति आगच्छति, तस्य स्कन्धयोः सन्न्यासिनः तु ध्यानमग्नं, तत्र ध्यानमग्नम् इत्यस्य अनन्तरं किम् उक्तवान्? तत्र तु सन्न्यासिनं परितः, किन्तु सर्वनामशब्दः अस्ति चेत्, सर्वनामशब्दः अस्ति चेत् तं सन्न्यासिनं तं परितः. समीचीनम्, अस्तु अग्रिमवाक्यं. सन्न्यासिनः तु पक्षिणां विषये अवधानम् एव नासीत्, सन्न्यासिनः तु अत्र तेषां पक्षिणां विषये अवधानम् एव नासीत्. समीचीनमस्ति, अस्तु लक्ष्मी भगिनी अग्रे. महोदय, अवधानम् अर्थं किम्? अवधानं नाम अत्र चिन्तनमिति स्वीकरोतु. सन्न्यासिनः तु तेषां पक्षिणं विषये चिन्तनमेव नासीत्. अस्तु अस्तु अग्रे अग्रे अग्रे लक्ष्मीभगिनी. कदाचित् कश्चन युवा तत्र आगतवान्, सन्न्यासिनं नमस्कृत्य उक्तवान्, स्वामिन् अत्र तं सन्यासिनं नमस्कृत्य स्वामिन् उक्तवान् स्वामिन् भवन्तं परितः तावन्तः समुद्रपक्षिणः क्रीडन्ति खलु पक्षिषु एकं पक्षिणं गृहीत्वा मह्यं ददातु इति अत्र तेषु पक्षिषु एकं पक्षिणं गृहीत्वा मह्यं ददातु इति संन्यासी अस्तु इति उक्तवान् ध्यानार्थम् उपविष्टवान् च सः ध्यानार्थम् उपविष्टवान् च बहु समीचीनमस्ति. अत्र प्रथमे वाक्ये तत्र कदाचित् कश्चन युवा तत्र आगतवान्. युवा इति शब्दं जानाति वा? युवकः इति अर्थः, किन्तु तादृशरूपं नास्ति. अस्य प्रातिपदिकं किं स्यात्? युवन्. सम्यक् अस्ति. यथा आत्मन् आत्मन् आत्मा, युवन् युवा. अस्तु अग्रे विर्जिनिया सुब्रह्मण्यं वदति अग्रे. परन्तु अहो आश्चर्यं दिने एकः अपि पक्षी सन्यासिनः समीपं न आगतः. तस्मिन् दिने एकः अपि पक्षी तस्य सन्यासिनः समीपं न आगतः. सम्यक् अग्रे. सर्वेपि सन्यासिनः भीताः एव दूरे एव डयन्ते स्म. सर्वेपि सर्वे इत्यस्य वचनं बहुवचनं. सर्वे इति कस्य विशेषणं? पक्षी इति किन्तु रूपं किं? सर्वे नाम पक्षी इति तत्र एकवचने अस्ति खलु पक्षी. सर्वे इति सर्वे बहुवचने अस्ति, तर्हि विशेष सर्वे सर्वनामशब्दः तत्र बहुवचने अस्ति, कस्य विशेषणं? पक्षी बहुवचने स्यात्, पक्षी इति बहुवचने वदतु. तत्र स्पष्टतया वदतु, तत्र नत्वं भवति न वा? पक्षिणः. किमर्थम्? किमर्थं भवति? मूर्धन्यषकारः अस्ति. सर्वे पक्षिणः अस्ति, पक्षिणः तत्र तस्य सर्वनामशब्दः सामान्य तत् एतत् इति करोतु. तत् शब्दस्य तानि लिङ्गं किं? पक्षिः पुंलिङ्गं महोदय. पक्षिः इति न पक्षिन् पक्षी पक्षिलिङ्गं पुलिङ्ग पक्षिन् इति नकारान्तशब्दः. यथा विद्यार्थिन् विद्यार्थी, पुल्लिङ्गे पक्षिन् पक्षी, पक्षि पक्षिन्. तस्य सर्वनाम शब्दः कः? ते ते ते तस्य संन्यासिनः भीताः एव दूरे एव दयन्ति. यत्र भयं भवति, यत्र भयं भवति तत्र का विभक्तिः? चतुर्थी. चतुर्थी न, चतुर्थी विभक्ति भवति क्रोधः. क्रोधः, आं महोदय. क्रोधः चतुर्थी, सप्तमी अस्ति प्रेम, पञ्चमी अस्ति भयम्. तर्हि वदतु सुब्रह्मण्यं महोदय, तत्र वदतु वाक्यं. सर्वेपि ते पञ्चमी तस्मात् सर्वेपि ते तस्मात् संन्यासिनः भीताः इव दूरे एव दयन्ते स्म. बहु समीचीनमस्ति. अस्तु, अग्रे इदानीं पद्मा भगिनी वदतु. संन्यासिने क्रुध्यन्तः इव ते दूरे एव स्थिताः. आम्, तस्मिन् संन्यासिने क्रुध्यन्तः इव ते दूरे एव स्थिताः. तस्मिन् क्षम्यतां, तत्र संन्यासिने इति का विभक्तिः? संन्यासिने सप्तमी. सप्तमी अस्ति वा? तत्र प्रातिपदिकमूलरूपं किम्? संन्यासिन्. संन्यासिन्, संन्यासिन् तत्र हलन्तशब्दः अस्ति खलु, यथा भवत्, भवत् शब्दस्य चतुर्थी किम्? भवत् संन्यासिन् नकारन्त. भवत् शब्दस्य चतुर्थी विभक्ति एकवचने किम् अस्ति? भवते. अत्र संन्यासिने चतुर्थी विभक्ति, तस्मै संन्यासिने क्रुध्यन्त इव ते दूरे एव स्थिताः. चतुर्थी किमर्थमस्ति अत्र? क्रोधं. क्रोधः, यत्र क्रोधः अस्ति. भवान् उक्तवान् पूर्वे. अस्तु, अग्रे. पक्षिणां व्यवहारं दृष्ट्वा संन्यासी नितरां विस्मितः अभवत्. तान् पक्षिणां व्यवहारः दृष्ट्वा संन्यासी नितरां विस्मितः अभवत्. पक्षिणाम् इत्यस्य का विभक्तिः? पक्षिणां द्वितीया बहुवचनं. भवत्याः मस्तिष्कस्य प्रयोगं करोतु, भवती जानाति किन्तु चिन्तनेन भिन्ना वदति चेत् न कोऽपि लाभः. व्यवहारं, पक्षिणां व्यवहारं नाम द्वितीयविभक्ति किं? षष्ठी विभक्ति. वचनं किम्? बहुवचन एव. अस्तु, तेषां पक्षिणां व्यवहारं दृष्ट्वा संन्यासी नितरां विस्मितः अभवत्. बहु समीचीनमस्ति. अस्तु, पुष्पा भगिनी समापयतु. ततः यदि मम मनसि दुर्भावनाः अभवन्ति तर्हि ते पक्षिणः मम समीपं न आगच्छति इति सः ज्ञातवान्. अस्तु, तथैव अस्ति, समीचीनमस्ति. अग्रेसरेम इदानीं पर्यटकः अस्ति, मार्गदर्शकः अस्ति, दिग्दर्शकः अस्ति, त्रयः जनाः. तर्हि पर्यटकः क्षम्यतां पर्यटकः इति नताशा भगिनी पठतु. मार्गदर्शकः इति सहदेव महोदय. अनन्तरं लक्ष्मी भगिनी इति दिग्दर्शकः. पर्यटकः: नमो नमः. वयं कुरुक्षेत्रं दृष्टुम् इच्छामः. अहं भवतः सर्वान् नयामि, मया सह आगच्छन्तु. अत्र वयं प्रथमं किं पश्यामः? प्रथमं वयं ब्रह्मसरोवरं गच्छामः. तत् बहु सुन्दरं विशालञ्च स्थानम् इदमस्ति. गीता उपदेशस्थानम्. एतस्य वैशिष्ट्यं किम्? गीतोपदेशस्य साक्षीभूतः वटवृक्षः एषः अत्र अस्ति. एतस्य स्थानस्य नाम ज्योतिः सरः. भवान् अस्मान् भीष्मकुण्डं नयति वा? लक्ष्मी भगिनी. अधुना तत्रैव भवद्भिः सह अहम् आगच्छामि. पितामहः भीष्मः युद्धसमाप्त्यनन्तरं युधिष्ठिरम् अत्र उपदिष्टवान्. अस्माकं सर्वेषाम् एतत् श्रद्धाकेन्द्रम्. एतत् किं मन्दिरम्? एतस्य मन्दिरस्य नाम स्थाणुमन्दिरम्. एतस्मिन् एव मन्दिरे युद्धात् पूर्वं पाण्डवाः पूजां कृतवन्तः. एतदस्ति भद्रकालीमन्दिरम् अहो, धन्याः स्मः कुरुक्षेत्रस्य दर्शनेन. समीचीनमस्ति. अपि च अन्ते अत्र मेसचूसेट्स् श्लोकं पठति वा? आं महोदय, एतं गीताश्लोकं पठत. अत्र प्रयुक्तानि सर्वनामानि जानीत. यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते, हत्वापि स इमान् लोकान् न हन्ति न निबध्यते. सूक्तिः: स सुहृद् व्यसने यः स्यात्. तत् पृथक् अस्ति. श्लोकः अत्र श्लोकः अस्ति. किञ्चित् पूर्वमेव दृष्टवान् अथवा जानाति अथवा अहं किञ्चित् दृष्टवान् महोदय. यस्य न अहङ्कृतः भावः बुद्धिः यस्य न लिप्यते, हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते. यस्य अहङ्कृतभावः नास्ति, यस्य बुद्धिः न लिप्यते. सः इमान् लोकान् हत्वा अपि न हन्ति न निबध्यते. बहु समीचीनमस्ति. यस्य अहङ्कृतभावः नास्ति बुद्धिः लिप्यते इत्युक्ते बुद्धिः यस्य न लिप्यते, लिप्यते मतलब् क्षम्यतां महोदय, न लिप्यते, लिप्यते इत्युक्ते अत्र दोषः न भवति, बुद्धिः समीचीना अस्ति. सः इमान् लोकान्, अत्र इमान् लोकान् इत्युक्ते लोकान् लोकः जनः हननं कृत्वापि तस्य हननं न कृतम् इति भवति महोदय. लिप्यते, लिप्यते नाम बुद्धिः परिष्कारः तिष्ठति, कलुषी न भवति, कालुष्यं न भवति, कलुष्यं न भवति, कलुषी न भवति, न लिप्यते. लिप्यते चेत् कलुषी भवति. लिप्यते अर्थं न सृजते, न लिप्यते, न सृजते. लेपनस्य लेपनं खलु, लेपनं तत्र त्वचि लेपनं भवति खलु, त्वचि त्वचि शारीरिकरूपेण त्वचि लेपनं भवति, किन्तु मनसि अत्र मनसि नाम तत्र प्राकृतिक अर्थः नाम तत्र प्रतीकः किञ्चन प्रतीकं भवति, नाम शारीरिकरूपेण लिप्यते इति न, मानसिकरूपेण आध्यात्मिकरूपेण लिप्यते. अस्तु, अनन्तरं तर्हि इमान्, इमान् इत्यस्य का विभक्तिः, किं वचनं च? अहं वदामि महोदय, इमान्, इमान्, इमान् लोकान्, अत्र द्वितीया विभक्ति बहुवचनं महोदय इदं शब्दस्य. समीचीनमस्ति. इदानीम् अग्रे लक्ष्मी भगिनी तत्र सूक्तिः, विर्जिन्या सुब्रह्मण्यं महोदय तत्र पठतु सूक्तिः. य सूक्तिः, स सुहृद् व्यसने यः स्यात्. अर्थम् अवगच्छति? सुहृद् व्यसने यः स्यात्, सुहृद् सुहृद् इति जानाति वा, मित्रम्? वास्तविकं मित्रं, वास्तविकं मित्रं सुहृद्. व्यसने, व्यसने इत्युक्ते कठिनकाले, सः वास्तविकं मित्रं कठिनकाले यः स्यात्, नाम यः सुहृद् व्यसने सः सुहृद् स्यात्, यः व्यसने अपि मित्रमस्ति सः वास्तविकं मित्रम्. अत्र व्यसने इत्युक्ते कठिनकाले, इति अर्थः. अस्तु, तादृशमस्ति, तादृशमस्ति. महोदय, इत्युक्ते इदम्, इदम् इदमित्युक्ते एतत्. ओ एतत्, यत्र समीपमस्ति, इदम् इत्युक्ते एतत्, यथा तत् इति न, एतत् यत्र समीपे अस्ति. हा अस्तु, तर्हि अस्मिन् सप्ताहे वयम् अधीतवन्तः अयम् इमौ इमे, इमाम् इमौ इमान्, अपि च इदम् इमे इमानि, इदम् इमे इमानि. सर्वे किञ्चित् अभ्यासं कुर्वन्तु. अत्र गृहपाठरूपेण सर्वे वाक्यपञ्चकं लिखन्तु, वाक्यपञ्चकं लिखन्तु. तत्र प्रथमविभक्तौ, द्वितीयविभक्तौ च केवलम् एकवचने प्रथमा विभक्तौ इति न स्यात्, पञ्चवाक्यानि अपेक्षितानि सन्ति, भिन्नभिन्न वचने भिन्नभिन्नलिङ्गे, यतोहि अत्र अस्माकं यत्र विशेषणविशेषभावः अस्ति तत्र अभ्यासः अपेक्षितः अस्ति इति मया दृष्टमद्य. सर्वे पञ्चवाक्यानि लिखन्तु. महोदय, पूर्वतनपृष्ठे द्विपञ्चाशत्तमे पृष्ठे एक चत्वारं वाक्यमस्ति. द्विपञ्चाशत्तमे पुटे आं महोदय, किं वाक्यं? हरिः पार्थाय ऐश्वरं रूपं दर्शयामास. दर्शयामास अर्थं जानामि. लिट् लिट् रूपं किम्? अर्थं किम्? लिट् लकारः अस्ति. लिट् परोक्षे लिट् नाम भूतकाले स्वीय अर्थः, भूतकालस्य. हरिः भवती तु जानाति खलु, नाम तत्र कृष्णः अर्जुनाय ऐश्वर्यं रूपं प्रदर्शितवान् इति अर्थः. व्याकरणरीत्या रूपं किम् अत्र? लिट् लिट् लिट् लकारः, लिट् परोक्षे लिट्. दशलकाराः सन्ति, अग्रे करिष्यामः. नाम लिट् लकारः सर्व तत्र अस्माकं संस्कृतभारत्यां पाठ्यक्रमे नास्ति. लिट् लकारः उवाच, तत्र गीता तत्र भगवद्गीतायां तत्र आरम्भे उवाच इति अस्ति खलु, उक्तवान् इति अर्थः उवाच. तादृशरूपम् अत्र अस्ति. दर्शयामास लिट् लङ् लकारे. अस्तु अस्तु अस्तु, तर्हि इदानीं समापयामः. अग्रिमे सप्ताहे इतः अग्रेसरेम. अस्तु, तर्हि सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः. नमस्कारः महोदय. धन्यवादः. धन्यवादः. धन्यवादः.